नमस्सर्वेभ्यः अस्माकं षष्ठः वर्गः प्रचलन् अस्ति तं वर्गं प्रति सर्वेभ्यः स्वागतम् आदौ यथा प्रकारः ध्येयमन्त्रः विशालाक्षी भगिनी ध्येयमन्त्रं वदतु यस् मेम् श्रीगुरुभ्यो नमः हरिः ओम् धनानि भूमौ पशवश्च गोष्ठे भार्या गृहे गृहद्वारि जनश्मशाने देहश्चितायां परलोकमार्गे कर्मोऽनुगो गच्छति जीव एकः वेल्त् रिमेन्स् आन् द अर्थ् केटल् इन् द कौशेड् वैफ् इन्सैड् द हौस् द रिलेटिव्स् एट् द क्रिमेटोरियम् एण्ड् द बाडी आन् द पायर् बट् आन् द वे टु द अदर् वर्ल्ड् इट् इस् वन्स् एक्शन्स् karma that alone follows. Dhanyavadah. Dhanyavadah. Kavita Bhaginya Anugrahena Labdham Etat Subhashitam. Dhanyavadah Kavita Bhagini. Astu. Tari idanim vattamanaha vishayaha tu asti dvitiya vibhakti. Vayam kim patitavanta iti chet dvitiya vibhaktihi कर्मपदं सूचयति अपि च अन्यत्र कुत्र कुत्र द्वितीया विभक्त्याः प्रयोजनं भवति त्वा ल्यप् तुमन् तुमुन् शत्रु एतैः प्रत्ययैः सह द्वितीया विभक्तिः आवश्यकी अपि च परितः इति शब्देन सह द्वितीया विभक्तिः आवश्यकी इति पठितवन्तः इदानीं विभक्तिवल्लर्याः द्वादशतमं पुटम् उद्घाटयन्तु द्वादशतमं पुटं 12th पेज् आफ् विभक्ति आदौ एकं कार्यं कुर्मः अहम् आह्वयामि सर्वान् राम माला इत्यादयः शब्दयोः किं शब्दानाम् इति वदनीयं शब्दानां रूपाणि पश्यामः जवाहर् महोदय कृष्ण कृष्ण इति शब्दस्य प्रथमाविभक्तिः अपि च द्वितीयाविभक्तिः रूपाणि वदतु कृपया कृष्णः कृष्णौ कृष्णाः हे कृष्ण हे कृष्णो हे कृष्णाः सम्बोधनं एकनिमिष दृष्ट्वा वदति किम् न एवमेव एवमेव द्वितीय कृष्णं कृष्णौ कृष्णान् उत्तमं धन्यवादः धन्यवादः अग्रे का अस्ति अहं पश्यामि कविता भगिनी माला इति शब्दस्य प्रथमा अपि च द्वितीया विभक्तिरूपाणि वदतु नमस्ते भगिनि नमस्ते उच्चैः वदतु कृपया उत्तमं धन्यवादः विजयकुमार महोदय नदी इति शब्दस्य विभक्तिरूपाणि प्रथमा अपि च द्वितीया विभक्तिरूपाणि न श्रूयते महोदय न श्रुतं मया हरि ओम् नदी नद्यो नद्यः नदी नद्यो नदीः उत्तमं धन्यवादः तत्र नीता भगिनी नीता भगिनी नास्ति किम् यस् मैम् वनम् इति शब्दस्य प्रथमा अपि च द्वितीया विभक्तिरूपाणि वदतु. वनम् राइट्. आम् ma'am, I don't know. Vadatu, prayatnam karotu. Pratham vibhakti will be vanam, vanam maha. Naiva. Ashrunotu, Vishalakshi bhagini, bhavati vadatu, vanam iti shabda se rupani. Vanam vane vanani, vanam vane vanani. Idani mita bhagini vadatu. नीता भगिनी इदानीं वदतु. वनं वने वनानि. उत्तमं. द्वितीया विभक्तिः वनं वनेह. वने वनानि. वनं वने वनानि, वनं वने वनानि. तत्र नपुंसकलिङ्गस्य कृते प्रथमा विभक्तिः अपि च द्वितीया विभक्तिः समानम् एव. Okay. समानम् एव तत्र आल्वेज् विदौट् एनि एक्सेप्शन्. प्रथमा विभक्तिः अपि च द्वितीया विभक्तिः आल्वेज् विदौट् एनि एक्सेप्शन् दे आल्वेज् द सेम्. ओके, सो इट् विल् बि वनं वने वनानि ओन्ली. यस्, वनं वने वनानि, वनं वने वनानि, धनं धने धनानि, धनं धने धनानि. Okay, ma'am. Depending on the end. So here we are talking about akarantah napumsakalinga shabda. Astu, idanim. Idanim, javahar mode arambham karotu, dvadasha tamam putam svikritya. Nava abhyasa. Haam. Haam. Upayataha. इत्यस्य पदस्य योगे अपि द्वितीया एव भवति. यथा अर्थम् उभयत्र प्रयोगम् उभयत हेपन्स् इन् द्वितीया विभक्ति. विच् वर्ड् विल् बि, विच् वर्ड् विल् बि इन् द्वितीया विभक्ति? उभयत. नैव. उभयतः इति अव्ययं पदः. क्षम्यतां, पदम् उभयतः अव्ययं. तर्हि तत्र उभयतः इति शब्दस्य अर्थः कः? उभयतः इस् सरौण्डिङ्ग्. नाट् फुल्ली, ओन्ली आन् बोत् सैड्स्. परितः वि हव् सीन् इस् सरौण्डिङ्ग् आन् आल् सैड्स्. उभय आल्वेज् मीन्स् टु, रिमेम्बर् देट्. उभयोः वि हव् कम् अक्रास् मेनि टैम्स्. Yes. Okay. So, yeah. Ubhayataha means surrounding only on both sides. Both sides. And okay. Paritaha means surrounding all around. Right. Okay, now, the one object which is surrounded by both sides, on both sides, is Indvitya Vibhakti. Okay. Tari, yasya, yasya, ubhayataha, वनानि अथवा आरक्षकाः अथवा किमपि भवतु, तत्र तत्र तत् पदं द्वितीया विभक्तिः स्वीक्रियते. मम गृहम् उभयतः सस्यानि सन्ति. लैक् मै हौसस् that is on both sides of my house plants are correct. Chitram pashyata, look at the picture. Grihasya vamatah dakshinatah cha parshve, that is parshve dvaye. Parshve dvaye, parshve nati parshve dvaye, parshve dvaye. That is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that is, that पार्श्वद्वये केवलम् अत्र वृक्षाः सन्ति. On both sides, only trees are there. वामतः इत्युक्ते किं, दक्षिणतः इत्युक्ते किं? वामतः इस् आन् अवर् लेफ्ट् हेण्ड् सैड् अण्ड् दक्षिणतः इस् आन् अवर् रैट् हेण्ड् सैड्. On the houses right hand side. On the houses right hand side, yes. अतः उभयतः इति प्रयोगः कृतः. सो इस् उभयतः पदम् is applied here. दशमे पृष्ठे दशमे पृष्ठे स्थितं चित्रं पश्यत. Look at the picture on 10th page. उत्तमम्. कृतः दशमे. ओके, तत्र गृहस्य पुरतः पुष्टतः तत्र गृहस्य पुरतः पृष्ठतः वामतः दक्षिणतः च सर्वेषु दिक्षु सर्वासु दिक्षु उद्यानम् अस्ति. ऑन द पिक्चर ऑफ ऑन पेज 10 देन इन फ्रंट बैक लेफ्ट साइड राइट साइड ऑल सराउंडेड सर्वेषु दिक्षु ऑल द डायरेक्शंस उद्यानम इज पार्क इज देयर लाइक पार्क और या पार्क इज करेक्ट उद्यानम. सो उद्यानम इज एक्चुअली गार्डन. अतः तत्र परितः इति प्रयोगः कृतः. सो इट् इस् द वर्ड् अव्ययं परितः इस् अप्लैड् देर्. अतः तात्पर्यम् अतः तात्पर्यम् एवं सिध्यति. So this is a concept applied there. So paritaha sarvesu dikshu. Sarvasu dikshu. Paritaha means all the directions. That is surrounded. Ubayataha parshvadvaye kevalam. Only on both sides. Uttama. Visheshaha hindi bhashayam tu garke dore dono or इति षष्टि इति षष्टि प्रयुज्यते. संस्कृते तु द्वितीया एव. इन् हिन्दी इट् इस् द षष्टि सिक्स्त् विभक्ति इस् यूस् बट् इन् संस्कृतम् इट् इस् ओन्लि सेकेण्ड् दट् इस् द्वितीया विभक्ति. धन्यवादः. सर्वैः अवगतमिति मन्ये. कविता भगिनी आं भगिनि अवगतं किल. तर्हि इफ् इफ् वी वाण्ट् टु से सराौण्डेड् आन् आल् सैड्स् विच् इस् द अव्ययं पदं वी विल् वुड् वी वाण्ट् टु परितः परितः आन् बोत् सैड् आन् बोत् सैड् उभयतः उभयतः. उत्तमम्. अग्रिमे अग्रे पठतु. अभ्यासः चतुरस्रे चतुरस्रे चतुरस्रे चतुरस्रे शब्दानां सहायेन वाक्यानि रचयत् चतुर्थे लिखितानां फोर् इन् द बाक्स् इन् द बाक्स् बिलो टेबल् बिलो द वर्ड्स् देट् हेर् बी मेन्शन् वित् द हेल्प् आफ् देन् मेक् सेण्टेन्सेस् फस्ट् इस् महाचोरम् उभयतः आरक्षकाः सन्ति. उत्तमम्. महाचोर इस् बिग् राबर् बिग् राबर् राबर् आरक्षकाः इस् पुलिस् मेन् पुलिस् अच्छा अच्छा ओके लैक् हौ वि सी आन् टी वि नौ डि दूरदर्शने द्रष्टुं शक्नुमः इदानीम् अग्रे अग्रे सख्यः लता सख्यः सख्यम् उभयतः लताः सन्ति उभयतः उभ्य नास्ति उभयतः पुनरेकवारं वदतु पुनरेकवारं वदतु कस्य उभयतः कस्य उभयतः सख्यः इत्युक्ते किं भगिनि लता नै नै सख्यः इत्युक्ते किम् अर्थः कः सख्य इति पदस्य आङ्ग्लभाषायां फ्रेण्ड्स् तर्हि इदानीं वदतु आङ्ग्लभाषायां वदतु हू इस् सराौण्डेड् बै हूम् लता इस् सराौण्डेड् बै हर् फ्रेण्ड्स् हा इदानीं संस्कृते वदतु सो लताम् उभयतः सख्याः सन्ति सख्यः सख्याः नास्ति सख्यः अकार अकारस्य उच्चारणं सम्यक् करणीयम् अग्रे छात्राः अध्यापकः छात्राः द अध्यापक द टीचर् इस् सराौण्डेड् बै द स्टूडेण्ट्स् सो अध्यापकम् अध्यापकम् उभयतः छात्राः सन्ति उत्तमं धान्यापनाः वस्त्रापनाः धान्यापनाः वस्त्रापणः वस्त्रापणः आपणः इस् शाप् सो वस्त्रापणः शाप् विच् सेल्स् क्लोत्स् इन् विच् यु गेट् क्लोत्स् वस्त्र मीन्स् सो देर् इट् इस् अहं सो वस्त्रापणः मीन्स् वस्त्रस्य आपणः धान्य इस् ग्रेन्स् नो फुड् ग्रेन्स् क्लोत् शाप् इस् सराौण्डेड् बै द ग्रेन्स् फुड् ग्रेन्स् शाप् वस्त्रापणम् उभयतः धान्यापनाः सन्ति उत्तमं धन्यवादाः भगिनि तत्र विजयमहोदय विजयकुमार् महोदय हा नमस्ते वृक्षाः क्षम्यताम् एकनिमिष इफ् यु वाण्ट् टु यूस् द वर्ड् फार् सराौण्डिङ्ग् आन् आल् सराौण्डेड् आन् आल् सैड् विच् इस् द वर्ड् विल् यू विच् यु विल् यूस् परितः उत्तमं बोत् सैड् उभयतः इदानीं करोतु वृक्षाः द्वारं वृक्षाः द्वारम् उभयतः वृक्षा सन्ति वृक्षाः विसर्गस्य उपलक्ष्यम् उत्तमम् अग्रिमम् आपानां भवनम् आपानः आपणाः ओ आपणाः भवनम् आपणाः दिट् इस् भवनम् उभयतः आपानां सन्ति आपणाः आपणाः सन्ति अर्थं वदतु आपणम् इस् ऐ थिङ्क् मर्चण्ट् नैव आपणः इत्युक्ते शाप् मार्केट् और् शाप् शाप् ओके मार्केट् मीन्स् नाट् मार्केट् एस् सच् ओके द भवनम् इस् द बिल्डिङ्ग् इस् सराौण्डेड् बै शाप् उत्तमम् नेक्स्ट् इस् महोदय तत्र भवनम् इति पदस्य लिङ्गः किम् अथवा लिङ्गं किम् भवनं लिङ्ग इस् पुल्लिङ्ग नैव खल् किमर्थं किमर्थं भवनं वनं द्वारं तत् नपुंसकलिङ्गे अस्ति तृतीयाविभक्ति द्वितीयाविभक्तिः तु अस्ति परन्तु तत्र तत्र किम् इत्युक्ते तत्र द्वारम् इति लिखितमस्ति सि ओवर् देर् महाचोरः यु कम् टु नो बिकास् आफ़् द विसर्गः देट् इट् इस् इन् पुङ्गी इट् कम्स् आन् वने वने वनानि न लैक् देट् सो द्वारं नपुंसकलिङ्ग अस्ति यु हेव् टु अण्डर्स्टाण्ड् बिकास् दे हेव् गिवन् द प्रथमा विभक्तिः ओके बट् यु आर् टेलिङ्ग् द्वितीया विभक्ति बिकास् नपुंसकलिङ्गस्य कृते तु प्रथमा विभक्तिः अपि च द्वितीया विभक्तिः समाने अस्तु आपानां आसन्दाटिका आसन्दाः उत्पीठिका आसन्दाः उत्पीठिकाम् उभयतः आसन्दाः सन्ति आसन्दाः सन्ति द सूट्केस् इस् सरौण्डर् बै आसन्दा इस् चेर् उत्पीठिका इस् टेबल् इट्स् नाट् ओके टेबल् इस् सरौण्डर् बै दि चेर् उत्तमम् एकनिमिषम् उत्पीठिका इति शब्दस्य लिङ्गः कः स्त्रीलिङ्ग उत्तमम् अग्रे भक्ताः देवः भक्ताः दिस् कम्स् देवम् उभयतः भक्ताः सन्ति उत्तमं गाड् is surrounded by devotees. It's surrounded? Is it surrounded? No, no, no. Is it surrounded? Ubayate is two persons. So? No, no, not persons. Yes. But there is on both sides. On both sides of God, there are devotees. On both sides of God, there are devotees. I think behind they are not there, in the front also, they are not there. Okay. धन्यवादः धन्यवादः धन्यवादः नीता भगिनी नीता भगिनी यस् मेम् अग्रिमं करोतु गजाः लक्ष्मीः गजाः कविता भगिनी म्यूट् मध्ये तिष्ठतु कृपया विजयकुमार् महोदय अपि ओके नौ नीता भगिनी टेल् मी एकनिमिष इफ् यु वाण्ट् टु से देट् संथिङ्ग् इस् सरौण्डेड् सरौण्डेड् आन् आल् सैड्स् वित् संथिङ्ग् एल्स् देन् विच् इस् द वर्ड् देट् यु विल् यूस् परितः उत्तमम् आन् बोत् सैड् उभयतः उभयतः करोतु सो इट् विल् बी देर् आर् एलिफेण्ट्स् आन् बोथ् द सैड्स् आफ् लक्ष्मीजी उत्तमं सो इट् विल् बी लक्ष्मीः द्वितीया विभक्तिः का लक्ष्मी इति पदस्य लक्ष्मीः इति पदस्य सो इट् विल् बी This you have to keep in mind, huh? Nadeem, like Nadeem, so Lakshmi. Lakshmi, okay, Lakshmi. Yeah. Lakshmi. The Visarga goes away and Makaraha comes over there. Yes, ma'am. Lakshmi, Lakshmi, Ubhayataha, Ubhayataha, Gajaha, Santi. Uttamam. लक्ष्मी इति पदस्य लिङ्गं किं स्त्रीलिङ्गम् उत्तमम् अग्रे कर्मकराः वृद्धः कर्मकराः ऐ थिङ्क् देर् आर् टु हेल्पर्स् सराौण्डिङ्ग् दि ओल्ड् मेन् वै सराौण्डिङ्ग् on both sides of the old man, the helper. Yes, yes. On both the sides, there are two helpers. Why two? Karmakaraha is not... There are many, many helpers. Karmakaraha. So there are helpers on both sides of the old man. Okay. Hmm? Two then it would have been karmakarau. But it is karmakaraha. Hmm? Okay. So okay. It will be vriddham. Hmm. Vriddham ubhayataha karmakaraha santi. Uttam. Idanim avagatam kira. So first vibhakti and second vibhakti, you should learn the forms. Hmm? Yes. Astu. Idanim. Agre patatu. Dashama tamaha bindu. Ramaha phalam khadati ityatra phalam karmapadam etasmin vakye ekam karma asti. Idani arthah kaha artha Ram is eating a fruit. अस्तु एकं कार्यं करोतु भवती अग्रिमं परिच्छेदस्य पठनं करोतु means should I read the next one yeah read it because reading at least that practice but okay रामः अध्यापकं प्रश्न पृच्छति प्रश्नं पृच्छति Ram is asking Prichyati. Ram is asking the teacher a question. Agree. Ityet smin vakye adhyapakam iti prashnam iti cha karma padam. Agree padam. Chitta nanti. Agree padam. Okay. Evam atra karma padadvyam द्वयम् अस्ति अतः एतत् द्विकर्मकं वाक्यं संस्कृते व्यावहारिकतया चार धातवः एतदर्थकाः अन्ये धातवः च द्विकर्मकः इति प्रसिद्धाः ते च एक वदति द्वितीय पृच्छति तृतीय पृच्छति तृतीय पाठयति चतुर्थ नयति धन्यवादः इदानीं विशालाक्षी भगिनी अर्थं वदतु रामः फलं खादति इत्यत्र फलं कर्मपदम् एतस्मिन् वाक्ये एकं कर्म अस्ति इन् दिस् सेण्टेन्स् रामः फलं खादति फलम् इस् द वन् कर्मपदम् वाट् इस् द मीनिङ्ग् आफ् कर्मपदम् इत्युक्ते सब्जेक्ट् आब्जेक्ट् उत्तमं कर्मपदं या So, in this sentence, only one object is there. Correct. Uttamam. Agree. Correct. Ramaha adhyapakam prashnam pruchati. Ityetasmin vakye adhyapakam iti prashnam iti cha karmapadam. Adhyapakam and prashnam are the two objects. Evam atra, yeah. एवम् अत्र कर्मपदद्वयम् अस्ति सो देर् आर् टु आब्जेक्ट् इन् दिस् सेण्टेन्स् देट्स् वै दिस् इस् अ द्विकर्मकं वाक्यं मीन्स् टु आब्जेक्ट् इन् दिस् सेण्टेन्स् इन् सेण्टेन्स् टु आब्जेक्ट् सेण्टेन्स् संस्कृते व्यावहारिकतया फोर् धातवस् बै प्राक्टिस् या बै प्राक्टिस् देर् आर् फोर् फोर् चत्वारः चत्वारः ओके चत्वारः धातवस् धातव मीन्स् धातु रूट्स् रूट् वर्ड् रूट्स् रूट् रूट् वर्ड् ओके एतत् एतदर्थकाः अन्ये धातवः दिस् ऐ डिण्ट् अण्डर्स्टाण्ड् ओके मीनिङ्ग् सो संस्कृते व्यावहारिकतया चत्वारः धातवः सन्ति एतत् अर्थकाः एव द मीनिङ्ग्स् आर् सिमिलर् सिनोनिम्स् दे आर् आल् सिनोनिम्स् बट् मोस्ट्लि द्विकर्मकाः इति प्रसिद्धाः दे आर् दीस् फोर् आर् वेरि फेमस् आर् यूस्ड् वेरि फ्रीक्वेण्ट्लि ते च वदति पृच्छति प्रार्थयति नयति ओके सो दीस् फोर् वदति इस् टु टाक् पृच्छति इस् टु आस् प्रार्थयति इस् टु रिक्वेस्ट् या पृच्छति इस् टु आस् एण्ड् प्रार्थयति इस् टु रिक्वेस्ट् एण्ड् नयति इस् टु टेक् टेक् ओके ओके सो नयति वै बिकास् यु टेक् समथिङ्ग् टु समवेर् सो देट् टु समवेर् बिकम्स् द आब्जेक्ट् एण्ड् वाट् यु टेक् आल्सो बिकम्स् द आब्जेक्ट् similarly vadati vadati you tell something to someone so that something is also an object someone is also an object dhanyavadah bhagini mute karo to uttamam dhanyavadah similarly prichati you ask a question to someone so the question is also dvitiya vibhakti I mean the object and whom you ask the question to is also an object similarly prarthayati and similarly nayati astu इदानीं कः सः जवाहर् महोदय जवाहर् महोदय आरम्भं करोतु अग्रे पठतु अभ्यासः आवरणे दत्तानां शब्दानां साहाय्येन रिक्तानि स्थलानि चित्तौ उचितौ उचितौ उचितैः रूपैः पूरयत उदाहरणं कर्मकरः धनिकः वस्तुस्थितिः वस्तुस्थितिः मीन्स् द रियालिटि वदति द एक्सिस्टिङ्ग् रियालिटि कर्मकरः धनिकं वस्तुस्थितिः वदति द सर्वेण्ट् टेल्स् द व्यापारी अबौट् द करण्ट् स्टेटस् उत्तमम् अत्र धनिकः इति शब्दस्य लिङ्गं लिङ्गं किं धनिकः पुल्लिङ्गम् एकवचनं कर्मकरः एकवचनं पुल्लिङ्गं वस्तुस्थितिः वस्तु वस्तु इस् बहुवचन वस्तु इस् no breaking it up you should not break it up okay vastu sthiti vastu sthiti vastu sthiti is strilingam strilingam uttamam ikarantah ikarantah uttam at agre number 1 paantah aapanikah margah prichati अन्तः आपणिकं मार्गं पृच्छति आङ्ग्लभाषायां वदतु पान्तः पान्तः इस् द ट्रावेलर् ट्रावेलर् आर् द वन् इस् वाकिङ्ग् आन् द रोड् या ओके द ट्रावेलर् आस् द वे टु शाप् यस् उत्तमं भिक्षुकः गृहिणी अन्नं प्रार्थयति तद् प्रार्थयते आत्मनेपति ओके द बेगर् आस् द हौस् होल्डर् गृहिणी इस् हौस् वैफ् फुड् ओके भूषणीम् अन्नं प्रार्थयति प्रार्थयति अग्रिमं कर्मकरः सर्वेण्ट् दट् इस् सम्मार्जनी मार्जनी इस् इरेजर् One minute, one question. Annam is what, what should come there? Annam only? Annam only, annam only. Kimartam napumsakalingi asti tadartha. Yeah, so but we have to do it in dvitiya vibhakti, no? Tari dvitiya vibhakti vadatu vana iti akaranta napumsakalinga shabdasya vadatu. Vanam vane vanani, no? So vanam, annam will remain annam. It looks like it remains annam, but when they have given it, they had first vibhakti in mind, and we have to see, we have to accept it as vidya vibhakti. Okay, thank you. Karmakarah sammarjaneem prakoshtam nayati. The servant brings the broomstick to the room. अस्तु धन्यवादः महोदय धन्यवादः अग्रे कविता भगिनी आं भगिनि अग्रिमं बालिका विद्यालय लेखनी नयति बालिका विद्यालयं लेखनीं नयति अम्लभाषा द गर्ल् ब्रिङ्क्स् द ब्रिङ्क्स् द लेखनी पेन्सिल् टु द school take the pencil to the school acharyah chhatrah gita bodayati acharyah chhatram chhatram chhatram kimartham chhatram chhatram chhatram kimartham dvitiya vibhakti ka This is chhatra is akaranta let us take it as okay if it is akaranta then what would it be then what it would it be if it is akaranta then it would be striling or pullinga if it is chhatra it is striling strilingam okay then what it should be the dvitiya vibhakti strilingam chhatram किमर्थं किमर्थं छात्राः ओके नौ कविता छात्राः एकनिमिष छात्राः तत्र लिङ्गं किं वचनं किं छात्राः आकारान्त स्त्रीलिङ्ग् शब्दः वचनं किं छात्राः वचनं बहुवचनं बहुवचनम् अपि इदानीम् आकारान्त स्त्रीलिङ्गे बहुवचनस्य द्वितीया विभक्तिः का छात्राः तर्हि अत्र किम् आगमनीयम् ओहो सो दिस् शुड् बि आचार्याः छात्राः गीता नो गीता इस् सेम् गीता इस् ईकारान्त नै सोरि गीता इट् इस् आकारान्त स्त्रीलिङ्ग् शब्दः तर्हि तत्र वचनम् एकवचनं सो इट् बिकम्स् गीतां बोधयति एवं करणीयम् उत्तमम् आचार्यः छात्राः गीतां बोधयति तत्र आङ्ग्लभाषायाम् अर्थं वदतु कृपया द टीचर् छात्राः गीता बोधयति इण्ट्रोड्यूसेस् द टीचर् इण्ट्रोड्यूसेस् द स्टूडेण्ट् the teacher introduces Geeta teaches bodhayati teaches teaches Geeta to the that means Bhagavad Gita over there to the Bhagavad Gita okay now my question to you atra chhatraha iti aham vadami umlinge asti bahuvachane asti idanim karo chhatraha is bahuvachan अपि च पुंलिङ्गे अस्ति इति अहं वदामि यू रे छात्राः यु सेड् इट् इस् स्त्रीलिङ्गम् इट् कुड् बि ऐ सेड् ओके नौ ऐ एम् सेङ्ग् छात्राः पुंलिङ्गे एव अस्ति नौ यु डू इट् इफ् छात्राः इफ् इट् इस् बहुवचनं दट् बिकम्स् छात्रान् आचार्यः छात्रान् गीतां बोधयति. उत्तमम्. अग्रे ओके अग्रे पितामही पौत्राः कथाः कथयति. पितामही पौत्रान् कथाः कथयति. उत्तमम्. द ग्रैंडफादर टेल्स अ स्टोरी टू हिज ग्रैंडसन. Tell one story or many stories? These are many stories. Kataah. Uttamam. Uttamam. Dhanyavadah. Avagatam iti manye. Vijay Kumar Mahoday, agrimam vakyam karutu. Haan Bhagini. Prajaah, Maharajaah, Kleshaah, Nivedyanti. Nivedyanti. Nivedyanti. Prajaah, महाराजां क्लेशान् एकनिमिष महाराजां किमर्थं तत्र महाराजः इति पदस्य लिङ्गम् अपि च वचनं वदतु. महाराजा इस लिङ्ग इस् पुल्लिङ्ग. वचनं एकवचन एकवचनं तर्हि महाराजः इति पदस्य द्वितीया विभक्तिः का. महाराजं न तु महाराजां. महाराजां तत्र दोषः अस्ति. महाराजं ओके. प्रजाः महाराजं क्लेशां निवेदयन्ति. क्लेशां वा क्लेशान् वा इट् विल् कम् टु क्लेशान्. क्लेशान् इदानीं वदतु अर्थः. अर्थः अर्थं किम् क्षम्यताम् अर्थः कः. द किङ्क् किङ्क् क्लेशाम् इस् प्रजाः इत्युक्ते किं ओके पब्लिक् ओके. एण्ड् महाराजा इस् ए किङ्ग् राजा. निवेदयन्ति मीन्स् वेल्कमिङ्ग् Share, no, Nivedayanti means they tell, they are telling their voice to the king. So, Vaiha, Vadatu? The public, the people, tell their voice or share their voice. People are talking, they are telling their woes, kleshaha means their difficulties, to the king. Okay, they are sharing with him, they are complaining also you can say, you can say complaining also. Agree. Adhyapaka, chhatraha, ashtama. ओ अष्टम ओके. अपराधी आरक्षक क्षमा प्रार्थ्यते. प्रार्थ्यते. अध्यापकः छात्रान् प्रक्षाम महोदय अष्टमतमम् ओहो सारी अपराधी आरक्षक आरक्षकं क्षमा प्रार्थ्यते. प्रार्थयते. प्रार्थ पूर्णतः प्रार्थयते. उत्तमम्. अग्रिम अर्थं वदतु. द थीफ् द कल्प्रेट् अपराधी इस् थीफ् ऐ थिङ्क् आरक्षक इस् अ पोलीस् आस्ति फर्गिव्नेस् आस् फार् फर्गिव्नेस् अग्रिमं करोतु. अध्यापकः छात्राः प्रक्षाः पृच्छति. प्रश्नाः पृच्छति. अध्यापकः छात्रान् प्रक्षान् प्रश्नान् पृच्छति. The teacher asks the student to teacher asks the student the question. उत्तमम्. अग्रिमं करोतु. सः वयं मन्त्राः उपदिशति. इदानीं वयं किं सर्वनामानां वयं पठनं न कृतवन्तः. अग्रे मन्त्रा इस् ओके मन्त्रा इस् मन्त्रा वयम् इस् अस्माकम् अस्मान् क्षम्यताम् अस्मान् अस्मान् सः अत्र मन्त्रान् उपदिशति. सो हि टीचर् अस् or he does upadesha, he advises you can mantra, he teaches mantra. Astu, dhanyavadaha. Idani, dhanyavadaha. Idani, Vishalakshi Bhagini. Eka nimisha, idani adav aham vadami. Tatra saha tau te द्वितीया विभक्ति अस्ति लिखतु आवश्यकं चेत् लिखतु सः तौ ते तत्र द्वितीया विभक्तिः अस्ति तं तौ तान् तं तौ तान् द्वितीया विभक्ति तद् दकारान्त पुंलिङ्गशब्दस्य तद् शब्दस्य सः तौ ते द्वितीया विभक्तिः तं तौ तौ तौ तान् स्त्रीलिङ्गे स्त्रीलिङ्गे तद् दकारान्त तद् शब्दस्य द्वितीया विभक्तिः अस्ति प्रथमा विभक्तिः अस्ति सा ते ताः तत्र तां ते ताः एवमेव तत् ते तानि नपुंसकलिङ्गे अवगतम् अवगतम् वट् इस् द द्वितीया विभक्ति आफ् सः विशालाक्षी भगिनी वदतु सः इस् तौ हा द्वितीया विभक्ति सः इस्तम् ओके सः इस्तम् साधिकं साधिकं स्ताम् स्ताम् वेरि गुड् तौ बिकम् तौ बिकम् तौ ओन्लि तौ बिकम् तौ ओन्लि एण्ड् ते बिकम् स्ताम् अस्तु अपि च तत्र स्त्रीलिङ्गे ताः बिकम् स्ताः अस्तु इदानीं पठतु इदानीं बालकः कम् कां जानाति कान् जानाति कान् जानाति तं कान् न जानाति इति अधः चित्रे निर्दिष्टम् अस्ति तदाधारेण वाक्यानि रचयत वदतु अर्थः कः बालकः what he knows and what he doesn't know. That okay, you have to make sentence. Udaharanam, atra asti, udaharanam. Balakah tam janati, etam na janati, like that. Saha and sa. Saha became tam, esha became etam. Now, you do the next one. बालकः एषा बिकम्स् सा बिकेम् ताम् एषा बिकम्स् एषान् एताम् एताम् हौ हौ बिकास् एषा बिकम्स् एतम् अच्छा एतम् ओके सो सः बिकम्स् तं सो सा बिकम्स् ताम् एषः बिकम् एतं सो एषा बिकम्स् एताम् एताम् ओके एण्ड् सा बिकम्स् ताम् बालकः एतान् जानाति एताम् एतां जानाति I think you all don't have the tables in front of you, so this will be... No, I have got it. I written it down just now. But no, it has to be... Bhavan becomes Bhavantam. No, no, that we don't have. That will become difficult if you don't have the tables. Is it there in your Bhagavad Gita books? Just see if it's there in your Bhagavad Gita books. Asti kila, etat. Where is it? Avadheyam, 38 page. Asti kim tatra? It says, sahatau te, saate ta, tatte tani, esha etau ete. Putra, asma kanam, vibhakti valyaryam eva asti kim? Na, Gita Sopanam, 38, Gita Sopanam, 38. Haan, asti atra, parantu bhavat iti shabda se naasti kila. Haan. Nih, bhavati, achha, bhavati shabda se. Parantu tatra, prathama vibhakti hi eva asti. Dvitiya naasti. तर्हि तत् कोष्ठस्य प्रेषणीयं मया ओके बिकास् इफ् यु डोण्ट् हेव् देट् टेबल् इट् विल् बि वेरि वेरि डिफिकल्ट् फार् यु ओके सो वाट् विल् डू इस् ऐ हेव् द ओन्ली थिङ्ग् इस् ऐ हेव् नाट् ओपन्ड् इट् ऐ डिण्ट् रियलैज् देट् यु आल् डोण्ट् हेव् द boxes with you all. Kim karaniyam idani mama puratah tu nasti. Likhantu. Bhavantah likhantu. Saha saha taute. One minute. सः तौ ते ओके जवाहर् महोदय वदतु सः तौ ते द्वितीया विभक्तिः का सर्वनाम अपि च सा ते ताः अपि च तत्तेतानि अपि च भवत् शब्दस्य भवान् भवन्तौ भवतः भवन्तं भवान् भवन्तौ भवन्तः द्वितीया विभक्तिः भवन्तं भवन्तौ भवतः नो इफ् यु टेल् सो फास्ट् वी कान्ट् रैट् अट् आल् वि डिडन्ट् ऐ डिडन्ट् कम् टु नो एनिथिङ्ग् नौ Yes, ma'am. Please repeat. Okay, we'll do one thing. I'll send the table first. I'll send the table then we will do this exercise next time. Otherwise, it will be difficult for you. Because you don't have it in front of you, it will not be that easy. Vesha Ishyami. Idanim Patanam Kurmaha. Patanam Kurmaha. Page 55 also there is there. Gita Bhavan is there. Bhavan, Bhavan. Dvitiya Vibhakti Asti Kim. अन्यथा पुरतः नास्ति चेत् नैव, तत्र प्रथमा विभक्तिः एव अस्ति. नैव तत्र मम ड्रैव् मध्ये अस्ति, परन्तु इदानीम् उद्घाटनं करणीयम्. मास्तु, समयस्य किं क्लेशः भवति. मास्तु, पठनं कुर्मः अद्य, चिन्ता नास्ति. गीतासोपानम् उद्घाटनं कुर्वन्तु. गीतासोपानं पेज् नम्बर् 9 9 भगिनी भवती एव आरम्भं करोतु. क्षम्यतां. कृष्णः गोपिकाया किमर्थम् इत्युक्ते अहं न स्मृतवती. अस्तु, कृष्णः गोपिकाः च एतत् चित्रं पश्यत. वाक्यस्य अर्थं वदतु. कृष्ण एण्ड् गोपिका. उत्तमं, करेक्ट्. एतत् चित्रं पश्यत पार्श्वस्थानि वाक्यानि उच्चैः पठत च. सी द पिक्चर् एण्ड् रीड् द सेण्टेन्सेस् लौड्. वाट् इस् पार्श्वस्थानि? Parshvasthani means those which are there next to each other. Okay, Parshvasthani, that means next to the picture there are words that you have to read. Okay. Yeah. So you want me to read the words? Yes. First? Yes. Eshaha Krishna, Krishnaha, Ete Late, Etau Vrukshau, Esha Nadi, एतानि कमलानि, एते हंसाः, एतत् जलम्, एताः गोपिकाः. एतत् जलम्, एतत् जलम्, एताः गोपिकाः. इदानीम् एताः गोपिकाः. इदानीं कमलानि इति शब्दस्य लिङ्गं किं, वचनं किं? बहुवचनं स्त्रीलिङ्गं. स्त्रीलिङ्गं किमर्थम्? आकारान्तकन कमला. कमलानि, वनानि, धनानि. ओ देट् इस् ओ यु कमलानि इस् आङ्ग्लभाषायां कमलानि इत्युक्ते किं वदतु? Lotus, lotus. Sorry? Yeah. So the single word for that is Kamala, Alva? No. Please don't bring the other language or this into it. Because Kamalam is lotus. Kamalani, as soon as you see Kamalani, you should realize this is Napumsakalinga. Oh. Like that. Okay. अस्तु, नदी इति शब्दस्य लिङ्गं किम्? ईकारान्त स्त्रीलिङ्गशब्द. तत्र प्रथमाविभक्तिरूपाणि अपि च द्वितीयाविभक्तिरूपाणि वदतु. नदी Nadi, no, I forgot to know that. विजयकुमार् महोदय वदतु. विशालाक्षी भगिनी म्यूट् मध्ये तिष्ठतु किञ्चित्. नद्यो. हा, अपि च अग्रे. नदी नद्यो नदी नद्यो नद्यः. उत्तमं. द्वितीया विभक्तिः. नदीं नद्यो नदीः. उत्तमं, धन्यवादः. अस्तु, इदानीं विशालाक्षी भगिनी, जलं जलम् इति पदस्य लिङ्गं किम्? जलम् इस् नपुंसकलिङ्गं. तत्र रूपाणि वदतु, प्रथमा विभक्तिः अपि च द्वितीया विभक्ति रूपाणि. जलं जले जलानि. न श्रुतं. न श्रुतं. जलं जले जलानि. उत्तमं. द्वितीया विभक्तिः. सेम्, जलं जले जलानि. उत्तमम्. अपि च हंसाः. एते हंसाः. तत्र हंसाः लिङ्गं किम्? हंसाः मीन्स् स्वं. नो, no, I cannot, you have to tell that. Astu, Kavita Bhagini. Aam Bhagini, it is Akaranta Strilinga? Kimartham? Kimartham? Rama. No, Hamsa. Ete Hamsaha Asti Tatra. Ete Hamsaha. Strilinga Asti Chet. Strilinga Asti Chet Tatra. एताः भविष्यति किल. एते हंसाः. एते हंसाः. सो ओवर् हियर् इफ् इट् वास् स्त्रीलिङ्गे, ओके, देन् इट् वुड् हेव् बीन् हौ सा गेट्स् कान्फिगर्ड्. सा, वाट् इस् द डिक्लेन्शन् फार् सा? सा, ते, ताः. So it would have been Taha Hamsaha. It would have been Taha Hamsaha or Etaha Hamsaha. So how do you understand that these are Pumlinge? Ete is there. So? Ete. Ete. Saha Tau Te. Saha Tau Te. Eshaha Ete. Etau Ete. Etau Ete. Ma'am, can you repeat this? Esha wala, because sa tau te, tam tau taan is there, but Esha not written. Ha, same thing. Esha, etau, ete. Okay. Etam, etau, etaan. Achha, okay. It's very logical actually. You have to look at the ending of the word and you have to derive it. So this is very important to understand, otherwise we will just be doing the exercises. It's very important to understand, grasp that, yeah, that grasping is very important. Now, Dhanyavada, Dhanyavada. Javahar Mahoday, Javahar Mahoday, Etau Vrikshav, Vadatu, Lingam Rupanicha. Yeah, Etau Vrikshav, Vrikshah, Vrikshav is the Pullingam, Vrikshah, Vrikshav, Vrikshah. द्वितीया विभक्ति. वृक्षां. हा, वृक्षां किमर्थं? प्राकृतिकं. वृक्षं, वृक्षं. वृक्षं, वृक्षौ. वृक्षान्. वृक्षान्, उत्तमम्. इदानीम् एतौ वृक्षौ. हा, तत्र किं सर्वनाम शब्द शब्दैः सह वदतु, शब्देन सह वदतु. एते वृक्षान्. एतान् वृक्षान्. एतान् वृक्षान्. एते वृक्षाः. एते वृक्षाः. एषः वृक्षः. एषः वृक्षः. एतौ एतौ वृक्षौ वृक्षौ एतान् वृक्षान् एतान् वृक्षान् द्वितीया विभक्ति प्रथमा विभक्ति बहुवचनं किम् एषः वृक्षः एतौ वृक्षौ एते वृक्षाः उत्तमम् अस्तु एते लते तत्र करोतु एते लते एता एता लता एते लते एता लता एषा लता तत्र सारि सारि एषा लता एते लते एतां द्वितीय प्रथमा विभक्ति आदौ वदतु ताः एताः लताः उत्तमम् इदानीं द्वितीया विभक्ति वदतु एतां लता एते लते एताः लताः अस्तु एकवचने एकवचने एतां लता एतां लता उत्तमम् इदानीं धन्यवादः विशालाक्षी भगिनी अवगतं किम् इदानीं Now, how does it become etan lata? How does it become? Etan lata. Dvitiya vibhakti. Etan not. He didn't say etan. He didn't say etan. He said ete. Ete late. So, esha lata. Ete late. Ete late. Etaha lataha. Dvitiya vibhaktiyam. Then dvitiya vibhaktiyam. Dvitiya vibhaktiyam. एतां लताम् एते लते एताः लताः बिकास् द्वितीया विभक्ति फार् स्त्रीलिङ्गम् इस् द सेम् फार् द्विवचनं द्विवचनम् एन् बहुवचनम् ओके ओके अस्तु इदानीं पठतु अग्रे पठतु एतानि Which one? Ete phale? Etani vakyani. Which one? Ucchai. Etani vakyani ucchai patata. Now what you want me to do? You have just to read this. Saha partha. Now what do you want me to do? सः पार्थः सः पार्थः सः सा कुन्ती तत् महाभारतं तौ धनुर्धरौ ते लल्लने ते काव्ये ते सैनिकाः ताः सख्यः तानि पुराणानि Now, the Dani. important thing to understand over here is that the Prathama Vibhakti of all these pronouns is Saha, Tau, Te, Ta, Te, Taha, Tat, Te, Tani. You have already told it, but this is, now we are going to exercise. Now, Bhagini, Vadatu, Lalane, Lalane, Iti Shabdasya, Lalane, Iti Shabdasya, Lingam, Lingam Kim. ललने सा ते ताः तत्र नो सा ते ताः इस् करेक्ट् देट् इस् पुल्लि स्त्रीलिङ्ग स्त्रीलिङ्गे अस्ति वचनं किं द्विवचनम् उत्तमं धन्यवादः धन्यवादः जवाहर् महोदय वदतु लिङ्गम् अपि च द्वितीया विभक्ति अपि वदतु नैव सर्वान् शब्दान् ललनः ललने ललनाः ललना ललने ललनाः ललना सर्वान् शब्दान् करोतु महोदय. सः पार्थः, सः पार्थः, तौ पार्थौ, सः तौ, ते पार्थाः. उत्तमं. द्वितीया विभक्त्यां? द्वितीया सः, सोरि, तं पार्थं, पार्थं, तं पार्थं, तौ पार्थौ, तान् पार्थान्. उत्तमम्, उत्तमम्. अग्रिमं करोतु. धनुर् धनुर्धरौ, धनुर्धरौ, तौ धनुर्धरौ, सः तौ, ओके, सः धनुर्धरः, तौ धनुर्धरौ, ते धनुर्धराः. उत्तमं. तं धनुर्धरं, तौ धनुर्धरौ, तान् धनुर्धरान्. उत्तमम्. अग्रिमं करोतु. अग्रिमं, ते सैनिकाः, सः सैनिकः, तौ सैनिकौ, ते सैनिकाः, तं सैनिकं, तौ सैनिकौ, तां सैनिकान्. तान् सैनिकान्. उत्तमं. तर्हि सः, तौ, ते, तत्र द्वितीया विभक्ति, तं, तौ, तान्, पुंलिङ्गे. अस्तु, धन्यवादः महोदय. कविता भगिनी, अग्रिमं करोतु. सा कुन्ती. आं भगिनि, सा कुन्ती स्त्रीलिङ्गशब्दः. सा कुन्ती, सा कुन्ती, ते कुन्तौ, कुन्त्यौ, कुन्त्यौ, कुन्त्यौ, ते कुन्त्यौ, ताः कुन्त्यः. उत्तमं. द्वितीय इस् हा कुन्तीं, सोरि सोरि, सा तां कुन्तीं, ते कुन्त्यौ, ताः कुन्तीः. उत्तमम्. इदानीं ललने, हा, ते ललने, ललने, ललने सः नैव, हा, ते ललने, ललने, ललने, ललने, इस् इट् नपुंस स्त्री, आकारान्त, आकारान्त स्त्रीलिङ्ग, अकारान्त, हा, ते ललने, हा, अकारान्त स्त्रीलिङ्ग, सा, सा ललना, ते ललने, हा, ते लल ललने, ताः ललनाः, तां, हा, द्वितीयव्यक्ति, तां ललनां, ते, ते ललने, ताः ललनाः. उत्तमम्, उत्तमम्. अग्रिमं करोतु. सख्यः, ताः, ताः, सख्यः, सख्यः, ताः, ताः, ताः, ताः, ता इस् दिस् थिङ्ग् स्त्रीलिङ्ग, हा, स्त्रीलिङ्गम्, अपि च सख्यः, सख्यः प्रातिपदिकं किं? नद्यः. सखी, सखी, सखी, ईकारान्त, ईकारान्त, ईकारान्त. सो इट् बिकम्स् सा, सा सख्य, सा, हा, सखी, सोरि, सा सखी, सा सखी, ते सख्यौ, ताः सख्याः. सख्यः, हा, सख्यः. द्वितीय, ताः सखीं, ते किमर्थं, सोरि, तां, तां, तां, हा, तां सखीं, ते सख्यौ, ताः सखीः. उत्तमम्, उत्तमं. धन्यवादः, धन्यवादः, धन्यवादः, धन्यवादः. ललना इत्युक्ते वैफ्, ललना इत्युक्ते वैफ्. अस्तु, विजयकुमार् महोदय, नीता भगिनी सम्यक् शृणोतु, अग्रे वदनीयं भवत्या. अस्तु, इदानीं म्यूट् मध्ये तिष्ठतु. विजयकुमार् महोदय, तत् महाभारतं, तत् महाभारतं, तत् महाभारतं, ते महाभारते, तानि महाभारतानि. उत्तमम्. अग्रे काव्ये, तत् महाभारते, सेम् सेम् सेम् इट् विल् कम् सेम् सेम्. अग्रे नेक्स्ट काव्ये नेक्स्ट ते काव्ये ते काव्ये इस् कम् टु श्रीलिङ्ग किमर्थं स्त्रीलिङ्गं किमर्थम् It is a little confusing, but since it is in the third line, we have to understand that it is Napumsakalinga. Napumsakalinga, okay. That kavyam, te kavye, tani kavyani. Uttamam, idami. Dvitiya vibhakti, tatru, samanam evasti. Agre. Then tani puranani same tat puranim puranam puranam te purane tani puranani puranani it's the same agrimam karatu esha एषः कृष्णः एषः सः कृष्णः तौ सः नैव एषः अस्ति एषः अस्ति ओके इन्स्टेड् आफ् सः देर् इस् एषः दिस् कृष्णः देट् कृष्णः सः कृष्णः इदानीं दिस् कृष्णः एषः एतं भवति सो वट् एवर् इस् फर् सः सेम् थिङ्ग् यु हेव् टु पुट् ए इन् फ्रण्ट् देट्स् आल् एषः एतौ एते इट्स् कम् उत्तमम् एषः कृष्णः एतौ कृष्णौ एते कृष्णाः द्वितीयाविभक्ति एतत् कृष्णम् एतत् एतम् एतं कृष्णम् एतौ कृष्णौ एतान् कृष्णान् उत्तमम् उत्तमं धन्यवादः महोदय धन्यवादः इदानीं नीता भगिनी गीता भगिनी यस् मेम् करोतु इदानीं नदी राइट सो नदी वे स्त्रीलिङ्गम् सो इट् विल् बी एषा नदी एते नदी नद्यौ एते नद्यौ एते नद्यौ एते नद्येताः एताः नद्यः पठनीयं एताः नद्यौ एताः नद्यः नद्यः नद्यः भगिनी पुरतः स्थापयतु कीप् द टेबल्स् इन् फ्रण्ट् आफ् यू ओके मेक् द टेबल्स् ओके Make the tables and keep it in front of you. It is very, very important. Otherwise, it will be very difficult to learn Sanskrit. That exercise has to be done. So what you do as part of homework, especially for yourself, is you make the tables, Ramaha, Rama, Rama. Only first Vibhakti, second Vibhakti you make for the time being, no problem. We are going to go into the next Vibhakti only in the next class. So, okay, ma'am. That, keep the table ready and as we do, you can keep on adding. But it is very important to write. अस्तु धन्यवादः भगिनी शृणोतु शृणोतु विशालाक्षी भगिनी विशालाक्षी भगिनी वन् मिनिट् या वाट् ऐ शुड् डु एतत् जलम् एषा नदी एषा नदी एते नद्यौ एताः नद्याः नद्यः द्वितीयाविभक्ति एतां नदीं नदी ओ देट् ओल्सो हेव् टु चेञ्ज् एतां नदीम् एते नद्ये नद्यौ एते नद्यौ एताः नद्याः नदीः द्वितीया विभक्ति किल नदीः ओके नदीः कीप् इट् टेबल् इन् मैण्ड् बट् एताः नदीः लैक् देट् ओके अस्तु एते लते करोतु So what we are doing is we are taking the example that is given and we are doing it declining. Why? Bhagini, kimartham shabda asti tatra? Mute karo. Not in my sight. Kutra asti tari. Asti. Idani. What we are doing is we are taking the example that is there and we are declining it in all forms. Okay, we are doing it in the two forms that we have learned actually, Prathama and Dvitiya. So, Ete Late, karo tu, Vishalakshi Bhagini, Ete Late, Vishalakshi Bhagini. Yeah, yeah. Esha Lata. Uttamam. Ete Late, Etaha Lataha. Dvitiya Bhagini. Etam Latam. एते लतेन् लते लते एव लते विल् रिमेन् द सेम् इस् इट् यस् यस् बट् इन् द फस्ट् नदी नद्यौ इट् बिकेम् इट् बिकेम् नदीं द्वितीया विभक्तिः या नदीं नद्याः इट् बिकेम् नो नद्याः नद्यः नद्यः एण्ड् द्वितीया विभक्तिः नदीः नदीः Please understand how we are okay. doing it. Yeah, but this Esha Lata, Ete Late, Etaha Lataha. So then that becomes Etan, Etam Latam, Ete... Late only, Dvitiya Vibhakti. Tatra Dvitiya Vibhakti, Apicha, no, Tritiya Bahuvachane. एवमेव तिष्ठति तद्रूपम् इट् डस् नाट् चेञ्ज् युर् सेलिङ्ग् द्वितीया विभक्ति फोर् द्वितीया लताः एताः लताः ओके अग्रिमं करोतु एताः गोपिकाः एताः गोपिकाः एषा गोपिका एते एते गोपिके इट् बिकम्स् गोपिके उत्तमम् एण्ड् एताः गोपिकाः एताम् एतां गोपिकाम् एते एते गोपिके एण्ड् एताः गोपिकाः उत्तमम् अग्रिमं करोतु एते फले एतत् जल ओके एतत् एतानि एतत् जलम् एते जले एतानि जलानि द्वितीया विभक्ति एतं जलम् एतौ जले नैव भगिनि किमर्थं किमर्थं नपुंसकलिङ्गे नपुंसकलिङ्गे नपुंसकलिङ्गे प्रथमा विभक्तिः अपि च द्वितीया विभक्तिः समानम् एव विजयकुमारमहोदयेन एते फले करोतु विजयमहोदय भवान् मास्तु इदानीं विशालाक्षी भगिनी नैव विशालाक्षी भगिनी करोतु एते फले एते फले एतत् फलम् एते फले एतानि फलानि एतत् फले phale ete phale it will be ete phale ete phale ete phalani I told you it will be the same etani phalani agrimam karatu etani kamalani etat kamalam ete kamale etani kamalani etat kamal kamalam ete kamale etani kamalani so what mute karatu dhanyawada so what you have to remember is that you learn the table and then you apply the same vibhakti vachanam and lingam for the sarvanam also okay so when you say this etat pustakam then you cannot say eshah pustakam you have to say etat pustakam why because tat shabdasya नपुंसकलिङ्गे एतत् भवति एतत् शब्दस्य एतत् भवति अस्तु जवार् महोदय अग्रे अग्रे पठतु एते हंसाः नैव अभ्यासः इति दशमतमं पुटं नेक्स्ट् पेज् अभ्यासः पाठं दृष्ट्वा रिक्तस्थानानि पूरयत एषः कृष्णः एतौ वृक्षौ एते वृक्षौ एते एते वृक्षौ किमर्थम् एते किमर्थम् एतौ वृक्षौ किल एण्डिङ्ग् इट्स् अ ब्यूटिफुल् एण्ड् वेरि वेरि हार्मोनियस् लेङ्ग्वेज् सो एतौ वृक्षौ लैक् देट् एते लते लैक् देट् सो यु हेव् टु रिमेम्बर् एतौ वृक्षौ अग्रे अग्रे next one is sa gopika tat graham tat what is that varsh barham that is barham what is barham braham barham barham what is that barham means barham is some animal I cannot remember barham. Some bird okay. Okay. It is the tail of a bird. Tail of a bird, Kshamita. Hmm? Okay, yeah. So over one. Here, if it's a peacock, it's a feather. Yeah, okay. Last one is Parnani. Tani, Parnani. And, Now, Mahode, this Barha is masculine. So, oh, what will come there? Hmm. Okay, Barham is masculine, so Saha Barham. Barha, Tam Barham. Saha Barha, okay. Tam Barham, over here Prathama Vibhakti. So okay. They have taken it as neutral, they have taken it as neutral, but actually Barha is masculine also. Hmm? Okay. Agrimam Karutu. Tani Parnani. Next one is Sat Parnam, Te Phale, Sa Mala, Sa Mala, Sa Mala, Sa Mala, Hamsau, Etau Hamsau, this is one, Vrikshaha is pulling, Vrikshaha, Vriksho, Vrikshaha, so, ये ते वृक्षाः वेण्यः वेण्यः इस् दट् ओके वेण्ये वेण्यः दिस् इस् ताः वेण्यः वेण्यः उत्तमं सा लता सा गोपिका ताः गोपिकाः this one is cow, not cow actually, this is te gopike. Shakaha is again bahuvachanam. Te shakaha. Te shakaha. Te shakaha. But this is vastrani, that is tani vastrani. अथवा एतानि वस्त्राणि एतानि वस्त्राणि तानि कमलानि एतानि कमलानि कमलं कमले धन्यवादः धन्यवादः चिन्ता नास्ति एवमेव अभ्यासं कृत्वा एव For all this, we can use Eshaha, Saha and Kaha also, no? Yes. So that only we'll do as homework. We'll do as homework. Nita Bhagini, Abhyasam karo tu kinjit. It'll be easier. And if you have if you have any questions, even otherwise, you need not wait till Friday to ask. You can ask at any time. At the most, I'm going to give my response. But response will definitely be there. अस्तु भवती एव वदतु शान्तिमन्त्रं वदतु सर्वे सर्वे अस्तु विजयकुमार महोदय वदतु विजयकुमार महोदय वदतु भगिनि सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयः सर्वे भद्राणि पश्यन्तु सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्तिः धन्यवादाः अनेके पुनर्मिलामः धन्यवादः धन्यवादः पुनर्मिलामः